अनेकवक्त्रनयनम् अनेकाद्भुतदर्शनम् अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम् अनेकवक्त्रनयनम् अनेकानि वक्त्राणि नयनानि च यस्मिन् रूपे तत् अनेकवक्त्रनयनम् अनेकाद्भुतदर्शनं अनेकानि अद्भुतानि विस्मापकानि दर्शनानि यस्मिन् रूपे तत् अनेकाद्भुतदर्शनं रूपं तथा अनेकदिव्याभरणम् अनेकानि दिव्यानि आवरणानि यस्मिन् तत् अनेकदिव्याभरणं तथा दिव्यानेकोद्युतायुधं दिव्यानि अनेकानि अस्यादीनि उद्यतानि आयुधानि यस्मिन् तं दिव्यानेकोद्युतायुधं दर्शयामास इति पूर्वेण सम्बन्धः किञ्च दिव्यमाल्यां वरधरं दिव्यगन्धानुधेपनं सर्वाश्चर्यमयं देवम् अनन्तं विश्वतोमुखं दिव्यमाल्याम्बरधरं दिव्यानि माल्यानि पुष्पाणि अम्बराणि वस्त्राणि च ध्रियन्ते येन ईश्वरेण तं दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनं दिव्यं गन्धानुलेपनं यस्य तं दिव्यगन्धानुलेपनं सर्वाश्चर्यमयं सर्वाश्चर्यप्रायं देवम् अनन्तं नास्य अन्तः अस्ति इति अनन्तः तं विश्वतोमुखं सर्वतोमुखं सर्वभूतात्मभूतत्वं तं दर्शयामास अर्जुनः ददर्श इति वा अध्याह्वीत् या पुनः भगवतः विश्वरूपस्य भावं तस्य उपमा उच्यते दिवि शून्यसहस्रस्य भवेद्युगपदुत्थिता यदि भाससदृशी सास्य भासस्तस्य महात्मनः दिवि अन्तरिक्षे तृतीयस्यां वा दिवि सूर्याणां सहस्रं सूर्यसहस्रं तस्य युगपदुत्थितस्य सूर्यसहस्रस्य युगपदुत्थिता भाः सा यदि सदृशी स्यात् तस्य महात्मनः विश्वरूपस्यैव भासः यदि वा न स्यात् ततः विश्वरूपस्यैव भाः अतिरिच्यते इति अभिप्रायः किञ्च तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा तत्र तस्मिन् विश्वरूपे एकस्मिन् स्थितम् एकस्थं जगन् कृत्स्नं प्रविभक्तम् अनेकधा देवपितृमनुष्यादिभेदैः अपश्यन् दृष्टवान् देवदेवस्य हरेः शरीरे पाण्डवः अर्जुनः तदा ततः सविस्मयाविष्टो हृष्टरोमाधनञ्जयः प्रणम्य शिरसा देवं कृताञ्जलिरभाषत ततः तं दृष्ट्वा सः विस्मयेन आविष्टः विस्मयाविष्टः हृष्टानि रोमाणि यस्य सहायं हृष्टरोमा च अभवत् धनञ्जयः प्रणम्य प्रकर्षेण नमनं कृत्वा पृथ्वीभूतस्सन् शिरस देवं विश्वरूपधरं कृताञ्जलिः नमस्कारार्थं सम्पुटीकृतहस्तस्सन् अभाषत उक्तवान् कथं यत्त्वया दर्शितं विश्वरूपं तत् अहं पश्यामीति स्वानुभवम् आविष्कुर्वन् अर्जुन उवाच अर्जुन उवाच पश्यामि देवांस्तव देवदेहि सर्वांस्तथा भूतविशेषसङ्घं ब्रह्माणमीशं कमलासनस्थं ऋषींश्च सर्वानुरगांश्च दिव्यां पश्यामि उपलभे हे देव तव देहे देवां सर्वं तदा भूतविशेषसङ्घं भूतविशेषाणां स्थावरजङ्गमानां नानासंस्थानविशेषाणां सङ्घः भूतविशेषसङ्घः तान् किञ्च ब्रह्माणं चतुर्मुखम् ईशम् ईशितारं प्रजानां कमलासनस्थं पृथिवीपद्ममध्ये मेरुकर्णिकासनस्थमित्यर्थः ऋषींश्च वसिष्ठादीन् सर्वान् उरगांश्च वासुकी प्रवृत्तिं दिव्यां दिवि भवान् अनेकबाहूदरवक्त्रनेत्रं पश्यामि त्वा सर्वतोऽनन्तरूपं नान्तं न मध्यं न पुनस्तवादिं पश्यामि विश्वेश्वर विश्वरूपम् अनेकबाहूदरवक्त्रनेत्रम् अनेके बाहवः उदराणि वक्त्राणि नेत्राणि च यस्य तवसः त्वम् अनेकबाहोदरवक्त्रनेत्रः तम् अनेकबाहोदरवक्त्रनेत्रम् पश्यामि त्वां सर्वतः सर्वत्र अनन्तरूपम् अनन्तानि रूपाणि अस्ति इति अनन्तरूपः तम् अनन्तरूपम् न अन्तम् अन्तः अवसानं न मध्यं मध्यं नाम द्वयोः कोट्योः अन्तरं न पुनः तव आदिं न देवस्य अन्तं पश्यामि न मध्यं पश्यामि न पुनः आदिं पश्यामि हे विश्वेश्वर विश्वरूप किञ्च किरीटिनं गदिनं चक्रिणं च तेजोराशिं सर्वतो दीप्तिमन्तं पश्यामि त्वां दुर्निरीक्षं समन्तां दीप्तानलार्कद्युतिमप्रमेयं किरीटिनं किरीटं नाम शिरोभूषणविशेषः तत् यस्य अस्ति सः किरीटी तं किरीटिनं तथा गदिनं गदा अस्य विद्यते इति गदी तं गदिनं तथा चक्रिणं चक्रम् अस्य अस्ति इति चक्री तं चक्रिणं च तेजोराशिं तेजःपुञ्जं सर्वतो दीप्तिमन्तं सर्वतो दीप्तिः अस्य अस्ति इति सर्वतो दीप्तिमं तं सर्वतो दीप्तिमन्तं पश्यामि त्वां दुर्निरीक्षं दुःखेन निरीक्षः दुर्निरीक्षः तं दुर्निरीक्षं समन्तात् समन्ततः सर्वत्र दीप्तानलार्कद्युतिम् अनलश्च अर्कश्च अनलार्कौ दीप्तौ अनलार्कौ दीप्तानलार्कौ तयोः दीप्तानलार्कयोः द्युतिरिव द्युतिः तेजः यस्य तव सत्त्वं दीप्तानलार्कद्युतिः तं त्वां दीप्तानलार्कद्युतिम् अप्रमेयं न प्रमेयम् अशक्यपरिच्छेदम् इत्येतत् इत एव ते योगशक्तिदर्शनात् अनुविनोमि त्वमक्षरं परमं वेदितव्यं त्वमस्य विश्वस्य परं निधानं त्वमं ययशाश्वतधर्मगुप्तं सनातनस्त्वं पुरुषो मतो मे त्वम् अक्षरं न क्षरतीति परमं ब्रह्म वेदितव्यं ज्ञातव्यं मुमुक्षुभिः त्वम् अस्य विश्वस्य समस्तस्य जगतः परं प्रकृष्टं निधानं निधीयते अस्मिन् इति निधानं परः आश्रयः इत्यर्थः किञ्च त्वम् अव्ययः न तव व्ययो विद्यते इति अव्ययः शाश्वतधर्मगोप्ता शश्वद्भवः शाश्वतः नित्यः धर्मः तस्य गोप्ता शाश्वतधर्मगोप्ता सनातनः चिरन्तनः त्वं पुरुषः परमः मतः अभिप्रेतः मेमः किञ्च अनादिमध्यान्तमनन्तवीर्यम् अनन्तबाहुं शशिसूर्यनेत्रं पश्यामि त्वां दीप्तहुताशवक्त्रं स्वतेजसा विश्वमिदं तपन्तम् अनादिमध्यान्तम् आदिश्च मध्यञ्च अन्तश्च न विद्यते यस्य सः अयम् अनादिमध्यान्तः तं त्वाम् अनादिमध्यान्तम् अनन्तवीर्यं न तव वीर्यस्य अन्तः अस्ति इति अनन्तवीर्यः तं त्वाम् अनन्तवीर्यं तथा अनन्तबाहुम् अनन्ताः बाहवः यस्य तव सः त्वम् अनन्तबाहु तं त्वाम् अनन्तबाहुं शशिसूर्यनेत्रं शशिसूर्यो नेत्रे यस्य तव सः त्वं शशिसूर्यनेत्र तं त्वां शशिसूर्यनेत्रं चन्द्रादित्यनयनं पश्यामि त्वां दीप्तहुताशवक्त्रम् दीप्तश्च असौ हुताशश्च वक्त्रं यस्य तव सः त्वं दीप्तहुताशवक्त्रः तं त्वां दीप्तहुताशवक्त्रं स्वतेजसा विश्वम् इदं समस्तं तपन्तम् द्यावा पृथिव्योरिदमन्तरं हि व्याप्तं त्वयैकेन दिशश्च सर्वां दृष्ट्वाद्भुतं रूपमिदं तवोग्रम् लोकत्रयं प्रव्यथितं महात्मनं द्यावापृथिव्योः इदम् अन्तरं हि अन्तरिक्षं व्याप्तं त्वया एकेन विश्वरूपधरेण दिशश्च सर्वाः व्याप्ताः दृष्ट्वा उपलभ्य अद्भुतं विस्मापकं रूपम् इदं तव उग्रं क्रूरं लोकानां त्रयं लोकत्रयं प्रव्यथितं भीतं प्रचलितं वा हे महात्मन् अक्षुद्रस्वभावः अथ अधुना पुरा यद्वा जेयम इति वानो जेयुः इति अर्जुनस्य संशयः आसीत् तन्निर्णयाय पाण्डवजयम् ऐकान्तिकं दर्शयामि इति प्रवृत्तो भगवान् तं पश्यन्नाः किञ्च अमीहित्वासुरसङ्गाविशन्ति केचिद्भीताः प्राञ्जलयो गृह्णन्ति स्वस्तीत्युक्त्वा महर्षिसिद्धसङ्गाः स्तुवन्ति पांसुदिभिः पुष्कलाभिः अमीः युध्यमाना योद्धारः अत्वात्मा सुरसङ्गः ये अत्र भूभार अवताराय अवतीर्णाः वस्वादिदेवसङ्गाः मनुष्यसंस्थानाः त्वां विशन्ति प्रविशन्तः दृश्यन्ते तत्र केचन भीताः प्राञ्जलयः सन्तो गृह्णन्ति स्तुवन्ति त्वाम् अन्ये पलायनेऽपि अशक्ताः सन्तः युद्धे प्रत्युपस्थिते उत्पातादिनिमित्तानि उपलक्ष्य स्वस्ति अस्तु जगतः इति उक्त्वा महर्षिसिद्धसङ्गाः महर्षीणां सिद्धानां च सङ्गाः स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः सम्पूर्णाभिः किञ्चन्य रुद्रादित्यावसौ ये च साध्यं विश्वेश्विनौ मरुतश्चोष्मपाश्चं गन्धर्वयक्षासुरसिन्धुसङ्गाः वीक्षन्ते त्वां विस्मिताश्चैव सर्वे रुद्रादित्याः वसवो ये च साध्याः रुद्रादयः गणाः विश्वे देवाः अश्विनौ च देवौ मरुतश्च ऊष्मपाश्च पितरः गन्धर्वयक्षासुरसिद्धसङ्गाः गन्धर्वाः हा हा हू हू प्रवृतयः यक्षाः कुबेरप्रवृतयः असुराः विरोचनप्रवृतयः सिद्धाः कपिलादयः तेषां सङ्गाः गन्धर्वयक्षासुरसिद्धसङ्गाः ते वीक्षन्ते पश्यन्ति त्वां विस्मिताः विस्मयम् आपन्नाः सन्तः ते एव सर्वे यस्मा रूपं महत्ते बहुवक्त्रनेत्रं महाबाहो बहुबाहूरुपादम् बहूदरं बहुदं श्राकरालं दृष्ट्वा लोकाः प्रव्यथितास्तथाहं रूपं महत् अतिप्रमाणं ते तव बहुवक्त्रनेत्रं बहूनि वक्त्राणि मुखानि नेत्राणि चक्षुंषी च यस्मिन् तत् रूपं बहुवक्त्रनेत्रं हे महाबाहो बहुबाहोरुपादं बहवो बाहवः ऊरवः पादाश्च यस्मिन् रूपे तद्बहुबाहूरुपादम् किञ्च बहूदरं बहूनि उदराणि यस्मिन्निति बहूदरं बहुदंष्ट्राकरालं बह्वीभिः दंष्ट्राभिः करालं विकृतं तं बहुदंष्ट्राकरालं दृष्ट्वा रूपम् ईदृशं लोकाः लौकिकाः प्राणिनः प्रव्यथिताः प्रचलिताः भयेन तथा अहमपि